ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमां नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। गतसप्ताहे एकं नूतन करपत्रस्य आरम्भम् अभवत्। करपत्रस्य शीर्षकः अस्ति हि गुणः सूत्रसहिता दृष्टिः। गुणकार्यं व्याकरणे गुणकार्यं वदामः चेत् तत्र कस्यचित् वर्णस्य परिवर्तनं दृश्यते गुणकार्ये। सो कीदृशवर्णस्य इति वदामः चेत् इकवर्णानां तत्र परिवर्तनं दृश्यते। कुत्रचित् धातुः अथवा अङ्गस्य अन्ते इकवर्णः अस्ति चेत् तत्र परिवर्तनं भवति। इत्युक्ते अङ्गस्य अपि च धातुरूपी अङ्गस्य अन्ते कोऽपि इ उ अपि च रु इति स्वरः अस्ति चेत् दीर्घस्वरः अपि च ह्रस्वस्वरः अन्ते वर्तते चेत् तस्य परिवर्तनं दृश्यते। इकारस्य इकारस्य एकारः भवति, उकारस्य ओकारः भवति, अपि च रुस्थाने तत्र अकारादेशः भवति। अनन्तरं तस्य अकारस्य परे तत्र यत्र यत्र ऋकारस्य अकारादेशः भवति, यस्मिन् सूत्रे ऋकारस्य स्थाने अकारादेशः भवति, तत्र सर्वदा एक अन्यत् वर्णः अपि आयाति, इत्युक्ते रकारः अपि आयाति। सो ऋकारस्य स्थाने न केवलम् अकारः आयाति, परन्तु तत्र अर् इति वर्णसमूहः आयाति। अकारः रकारः परे तस्य स्थाने आयाति, ऋकारस्य स्थाने। व्याकरणे तत् कार्यं गुणकार्यम् इति तस्य नाम। सो गुणकार्यम् इति तत्र कथं जानीमः गुणकार्यं तस्य नाम? तत्र एकं संज्ञासूत्रम् अस्ति गुण् इति शब्दस्य कृते, तत्र गुणशब्दस्य कृते तत्र महर्षिणा एकं संज्ञासूत्रं दत्तं। सो तत् सूत्रम् अस्ति अतेङ्गुणः। अतेङ्गुणः इति सूत्रं पश्यामः चेत् संज्ञासूत्रम् अस्ति। तेन किं भवति, अकारः एकारः अपि च ओकारस्य एते त्रयः वर्णानां तत्र महर्षिणा गुणवर्णः इति तत्र तेषां नामकरणं सूत्रद्वारा महर्षिणा कृतम्। सो यत्र यत्र गुणकार्यं भवति तत्र एते त्रयः वर्णः एव आदेशरूपेण आगन्तुं शक्यते। इत्युक्ते यत्र गुणकार्यं निर्दिष्टमस्ति, गुणकार्यविधायकसूत्रमस्ति, तत्र यस्य स्थाने गुणः इति निर्देशं भवति तत्र अकारः एकारः अपि च ओकारः एते त्रयः वर्णः एव आगन्तुं शक्यते। सो तत्र यथा इकारः अस्ति अन्ते कोऽपि इ अथवा ई अस्ति अन्ते धातुरूपी अङ्गस्य अथवा धातुः स्वयं धातुः अन्ते यथा भू इति धातुः स्वयं धातुः अस्ति, धातुरूपी अङ्गम् अस्ति। सो तत्र दीर्घ उकारः अन्ते श्रूयते। सो यदा तत्र निमित्तानि पूरितानि चेत् तत्र किं भूस्थाने भो भवति। सो दीर्घ उकारस्य स्थाने तत्र ओकारः एव आयाति। सो यत्र यत्र गुणकार्यं भवति तत्र अकारः एकारः अपि च ओकारः एते त्रयः वर्णः एव आगन्तुं शक्यते। सो तत्र एतत् वर्णानां तत्र वर्णनम् आवश्यकं नास्ति। यत्र यत्र गुणः इति गुणकार्यं भवति तत्र अस्माभिः किं ज्ञातव्यं, तत्र अकारः एकारः ओकारः एव आगन्तुं शक्यते। सो किमर्थं तत्र इकारस्य स्थाने केवलम् एकारः आयाति अथवा उकारस्य स्थाने केवलम् ओकारः आयाति, तस्य कृते अपि महर्षिणा तत्र किम् एकं परिभाषासूत्रं दत्तम्। सो स्थाने अन्तरतमः। सो यस्य स्थाने आदेशः भू इति विषये तो ऊकारस्य स्थाने आदेशः करणीयं। किम् आदेशः? गुण आदेशः करणीयं। सो यस्य स्थाने आदेशः तस्य तुल्यतम तस्य सदृशवर्णः एव आदेशरूपेण आगन्तुं शक्यते. सो यद्यपि तत्र उ स्थाने तत्र अ ई अ अकारः एकारः ओकारः एते त्रयः वर्णानां तत्र महर्षिणा निर्देशं कृतं, तत्र निर्दिष्टं. तथापि तत्र ऊकारस्य स्थाने तु एकमेव वर्णः आगन्तुं शक्यते. एते त्रयेषु वर्णेषु तत्र किं, तत्र ओकारः एव उकारस्य सदृशवर्णः, तुल्यतमवर्णः. सो स्थाने अन्तरतमः इत्यनेन वयं जानीमः ऊकारस्य स्थाने आदेशं करणीयं चेत् तत्र केवलम् ओकारः एव आगन्तुं शक्यते. सो तस्य कृते सूत्रं किं, कथं जानीमः, सूत्रम् एव प्रमाणं, स्थाने अन्तरतमः. सो वी शुड् रिमेम्बर् आल् दीस् सूत्रास्. सो यत्र यत्र स्थानीवर्णः एकम् अस्ति तस्य आदेशरूपेण त्रीणि अथवा एक अधिकवर्णानां निर्देशम् अस्ति तत्र कथं जानीमः कः वर्णः अत्र आदेशरूपेण आगन्तुं शक्यते, तस्य विषये एव तत्र किं, स्थाने अन्तरतमः इति परिभाषासूत्रं. सो यत्र यत्र सूत्रे भ्रमः जायते, यत्र यथा अत्र गुणकार्ये यत्र यत्र गुणकार्यं भवति तत्र तु अकारः एकारः ओकार एते त्रयाणां वर्णानाम् आदेशः. सो कः वर्णः आदेशरूपेण कस्य स्थाने आगन्तुं शक्यते, तस्य कृते एव परिभाषासूत्रमस्ति स्थाने अन्तरतमः. गुणकार्यम् इति वयं दृष्टवन्तः तत्र स्वराणां परिवर्तनं भवति, कस्य स्वरस्य स्थाने कः स्वरः आयाति इति वयम् इदानीं जानीमः. सूत्रसहितदृष्टि पश्यामः चेत् तत्र कस्य प्रत्ययस्य निमित्तीकृत्य गुणकार्यं भवति, कस्य प्रत्ययस्य निमित्तीकृत्य गुणकार्यस्य कृते बाधा, तस्य कृते तत्र प्रथमसूत्रं यत् अस्माभिः पठितं गतसप्ताहे तत् अस्ति तिंशत् सार्वधातुकम्. तिंशत् सार्वधातुकम् इति यः सूत्रम् अस्ति तत् सूत्रमपि संज्ञासूत्रम्. अनेन किं, सार्वधातुक कस्य सार्वधातुक इति संज्ञा भवति इति महर्षिणा अत्र दत्तम् अस्मिन् सूत्रे. सो कस्य सार्वधातुक इति संज्ञा व्याकरणे इति वदामः चेत् तिंशित् सार्वधातुकम्. तिङ् प्रत्ययानां कृते सार्वधातुक इति संज्ञा, अपि च षित् प्रत्ययानां कृते अपि सार्वधातुक संज्ञा महर्षिणा कृतं. किमर्थं चेत् महर्षि वदति तिंशित् सार्वधातुकम्, केवलं यः तिङ् अस्ति अथवा यः षित् अस्ति तेषां नामकरणम् एव सार्वधातुकम् इति व्याकरणे इति सूत्रस्य अर्थः. सो तिङ् वदामः चेत् तत्र अष्टादश तिङ्प्रत्ययाः, तिङ्समूहे तिङ् एकं प्रत्याहारः, प्रत्ययानां समूह तिङ् इति समूह. सो तिङ्प्रत्याहारे तत्र अष्टादश तिङ्प्रत्ययाः, तिप् आरभ्य तत्र इट् वहि महिङ्ग् महिङ्गपर्यन्तं तत्र अष्टादश प्रत्ययाः, तेषां नामम् अनेन सूत्रेण सार्वधातुकम्. अन्यतनामम् अपि महर्षिणा कृतं सार्वधातुकम्. ते सर्वे अष्टादश तिङ्प्रत्ययाः सार्वधातुप्रत्ययाः, अपि च षित् प्रत्ययाः. सर्वे षित् प्रत्ययाः, षित् इति वदामः चेत् यस्मिन् षकारः इत् सः षित्. सो सर्वे षित् प्रत्ययाः अपि सार्वधातुप्रत्ययः प्रत्ययसंज्ञकः इति भवति. सो इदानीं तत्र यः प्रथम तत्र दृष्ट्या तत्र किं पश्यामः, सार्वधातुक इति संज्ञा, प्रत्ययानां कृते सार्वधातुक इति संज्ञा. परन्तु कीदृशप्रत्ययः अस्मिन् तिंशत् सार्वधातुकम् इति सूत्रे तत्र धातोः इति तत्र अहं चिन्तयामि तत्र पदस्य तत्र अनुवृत्तिः भवति. आम्, तिंशत् सार्वधातुकं धातोः परश्च तिंशत् प्रत्ययः सार्वधातुकं, न केवलं धातोः इति पदस्य अनुवृत्तिः अपि च प्रत्ययः परश्च धातुः, एते त्रयाणां सूत्राणाम् अत्र अधिकारः वर्तते अस्मिन् सूत्रे. सो ये प्रत्ययाः धातु अनन्तरम् आयाति धातुः परश्च, धातु अनन्तरं येषां विधानं, तेषु प्रत्ययेषु ये प्रत्ययाः तिङ् अपि च ये प्रत्ययाः षित् तेषां नाम एव सार्वधातुकम् इति सूत्रस्य सम्पूर्ण अर्थः. इत्युक्ते सार्वधातुकम् इति संज्ञा कस्य कृते? प्रत्ययानां कृते. कीदृशप्रत्ययानां कृते? धातुः परश्च यः प्रत्ययः आयाति तेषां प्रत्ययानां कृते सार्वधातुक् इति संज्ञा. धातुः परश्च तु बहूनि प्रत्ययाः आयान्ति, परन्तु धातु परश्च तिङ् अपि च षित् प्रत्ययाः एव सार्वधातुक् इति संज्ञा प्राप्नोति इति सूत्रस्य अर्थः. सो धातुः अनन्तरं ये प्रत्ययाः आयान्ति तेषां नाम एव सार्वधातुकं भवितुम् अर्हति यदि ते तिङ्समूहे आयान्ति अथवा यदि तस्मिन् कोऽपि षकारः इत्संज्ञकः अस्ति इति सूत्रस्य अर्थः. अतः अत्र सार्वधातुक् इति संज्ञः धातु अनन्तरं ये प्रत्ययाः आयान्ति तेषां विषये एव सार्वधातुक् इति संज्ञा भवितुम् अर्हति यदि ते तिङ् अथवा षित् अस्ति चेदेव. अनन्तरम् अत्र तु अस्मिन् करपत्रे न दत्तम्. अनन्तरं तत्र सामान्यप्रश्नः मनसि आयाति, वाट् अबौट् अदर् प्रत्ययः, तेषां नामकरणं किम्? सो साक्षात् अनन्तरं महर्षि वदति, इत्युक्ते चतुर्दश अधिक एकशततं यः सूत्रम् अस्ति अस्मिन् पादे अस्मिन् अध्याये एव तदस्ति आर्धधातुकं शेषः. सो शेषः इति कथनेन महर्षि वदति धातुपरश्च ये प्रत्ययाः आयान्ति यदि ते तिङ्समूहे न, अपि च यदि तस्मिन् कोऽपि षकारः इत्संज्ञकः नास्ति तत् प्रत्ययस्य नाम आर्धधातुकम् इति भवति. सो आर्धधातुकं शेषः, शेषः इति कथनेन यः तिङ् न यः षित् न सः एव शेषप्रत्ययः, परन्तु धातु परः यः प्रत्यय आयाति यदि सः प्रत्ययः तिङ् नास्ति, षित् अपि नास्ति, तिङ्समूहे नास्ति, अपि च षित् अपि नास्ति, तस्य नाम आर्धधातुकम् इति द्वितीयसूत्रेण भवति. सूत्रं किम्? आर्धधातुकं शेषः. किमर्थम् इदानीं तत्र तत्र प्रायशः किं यत्र यत्र महर्षिणा एकं संज्ञा दत्तं कस्यचित् प्रत्ययस्य अपि च वर्णस्य, तत्र किं भवति? प्रायशः तस्य सार्वधातुक् इति यः विशिष्टनामं दत्तं महर्षिणा, अपि च आर्धधातुक् यः विशिष्टनामं दत्तं महर्षिणा, तस्य प्रयोजनं किं? सर्वदा तत्र एतत् प्रश्नं करणीयम्. सो तस्य प्रयोजनं किम् अस्ति? बहुषु सूत्रेषु सार्वधातुक् इति पदम् अपि च आर्धधातुक् इति पदं महर्षिणा प्रयुक्तम्. अतः अस्माभिः किं ज्ञातव्यं? सार्वधातुक् इत्युक्ते किम्? आर्धधातुक् इत्युक्ते किम्? बिकास् ही विल् यूस् दिस् सार्वधातुक् एण्ड् आर्धधातुक् इति विशिष्टनामं यत् अत्र अनेन सूत्रद्वयोद्वारा यः नामकरणं महर्षिणा कृतं, ही विल् यूस् दिस् इन् द नेक्स्ट् सूत्र. ही विल् यूस् दिस् विशिष्ट संज्ञा इन् द कमिङ्ग् सूत्रास्, इन् अदर् सूत्रास्. सो फार् देयर् टु अण्डर्स्टाण्ड् द विधिः, विधिसूत्रे यत्र सार्वधातुक् इति पदं दत्तम् अथवा आर्धधातुक् इति पदं दत्तं, तत्र अस्माभिः पूर्वे एव ज्ञातव्यं सार्वधातुक् इत्युक्ते किम्, आर्धधातुक् इत्युक्ते किम्. सो सार्वधातुक् वदामः चेत् कस्यचित् प्रत्ययस्य नामकरणं, विशिष्टप्रत्ययानां नामकरणं. कीदृशप्रत्ययानां? धातुः परः यः प्रत्ययः आयाति तस्य नामकरणं सार्वधातुक् अपि च आर्धधातुक् भवितुम् अर्हति. इदानीं सार्वधातुकः तिंशित् सार्वधातुकं. सो अनेन सूत्रेण केवलं सार्वधातुक् इत्युक्ते किं तत् एव महर्षिणा दत्तम्. अस्तु, अनन्तरं तत्र वयं दृष्टवन्तः यः गुणकार्यस्य कृते प्रथमसूत्रम् अस्ति व्याकरणे, तत्र अङ्गस्य इति अधिकारः, इत्युक्ते तत्र एकं सूत्रम् अस्ति सप्तमध्याये तृतीयपादे चतुस् अशीतितमं सूत्रम् अस्ति सार्वधातुक आर्धधातुकयोः इति सूत्रम् अस्ति। एतत् सूत्रं विधिसूत्रम्। विधिसूत्रं वदामः चेत् येन सूत्रेण कार्यं विधीयते तत् विधिसूत्रम्। सो सार्वधातुक आर्धधातुकयोः इति सूत्रं विधिसूत्रम्। अनेन सूत्रेण किं कार्यं विधीयते इति पश्यामः चेत् कथं जानीमः, एतस्य पूर्वे कानि सूत्राणि तानि दृष्टं ते सूत्राणि पश्यामः चेदेव ज्ञातुं शक्यते। एतत् सूत्रं तु अङ्गस्य अधिकारे आयाति, इत्युक्ते अङ्गस्य इति एकं सूत्रम् अस्ति। अङ्गस्य इति सूत्रम् अधिकारसूत्रं। सो अधिकारसूत्रस्य किं प्रयोजनं व्याकरणे? अष्टाध्यायी इति ग्रन्थे अधिकारसूत्रस्य किं प्रयोजनम्? अधिकारसूत्रे महर्षिणा अधिकारसूत्रे यत् पदं दत्तं तत् पदं विशिष्टपदं। किमर्थं विशेषं? तत्र विशिष्टता का विशिष्टा अस्ति? तत्र तस्य पदस्य तत्र अनुवृत्तिः बहुषु सूत्रेषु तत्र तस्य पदस्य आवश्यकता भवति। अतः तत्र लाघवार्थं महर्षिणा किं कृतं? तत् पदम् अधिकाररूपेण तत्र प्रथमे एव दत्तम्। सो अस्मिन् सूत्रे अङ्गस्य इति भवति, कार्यं भवति, विधिः भवति। कीदृश अङ्गस्य इति प्रश्ने सति चेत् तत्र किम्? इक अङ्गस्य इति अत्र सूत्रं। हेव् यू रेड् द सूत्र इन् द लास्ट् क्लास्? सार्वधातुक अर्धधातुकयोः अस्तु। सो अस्मिन् सूत्रे सार्वधातुक अर्धधातुकयोः इति यः सूत्रम् अस्ति, एकम् एव पदम्, सप्तमी द्विवचनात् पदम् अस्ति सार्वधातुक अर्धधातुकयोः। सो अत्र द्विवचनात् पदम् अस्ति। सो सप्तमी अन्तं पदः सूत्रे अस्ति चेत् तस्य कः अर्थः? निमित्तम् अस्ति, सप्तमी निमित्तं भवति। तस्य निमित्तं परे अस्ति, तस्य निमित्तस्य पूर्वे कार्यं भवति। सो प्रायशः अत्र सार्वधातुक आर्धधातुकयोः इति यः पदं दत्तं सः सप्तमी द्विवचनात् पदम् अस्ति। इत्युक्ते अस्मिन् सूत्रे गुणकार्यस्य कृते निर्देशः। सो गुणकार्यं कुत्र भवति? सार्वधातुकप्रत्ययः परे अस्ति चेत् अथवा आर्धधातुकप्रत्ययः परे अस्ति चेत् तस्य पूर्वे यदि कोऽपि इक् वर्णः अस्ति चेत् तस्य गुणकार्यम्। सो सार्वधातुक आर्धधातुकयोः इति सूत्रं पश्यामः चेत् तत्र किमपि न अवगन्तुं शक्यते। तत्र किमपि स्थानिवर्णः न दत्तं, तत्र कीदृशकार्यं करणीयम् इत्यपि न दत्तं। तो अस्मिन् सूत्रे तत्र बहुषु सूत्रात् तत्र पदानां तत्र अनुवृत्तिः आवश्यकम्। प्रथमे वयं दृष्टवन्तः अस्य पूर्वे एकं सूत्रम् अस्ति मिदेर्गुणः। मिदेर्गुणः इति सूत्रतः तत्र गुणः इति पदस्य अनुवृत्तिः अस्मिन् सूत्रे भवति। अपि च सूत्रम् अङ्गस्य अधिकारे आयाति, अतः अङ्गस्य अधिकारसूत्रस्य तु सम्पूर्णतया अनुवृत्तिः विधिसूत्रे भवति। सो अङ्गस्य पदस्य अपि अनुवृत्तिः। अपि च एकं तत्र एकम् अन्यत् परिभाषासूत्रम् अस्ति इकोगुणवृद्धिः। यदा तत्र परिभाषासूत्रस्य तत्र किञ्चित् चिन्तनं भवति कक्षायां, तत्र किं करणीयं? तत्र परिभाषासूत्रस्य अर्थः कः इति तत्र वी शुड् रैट् दिस् इन् अवर् नोट्बुक्, बिकास् न केवलम् अस्मिन् सूत्रे परिभाषासूत्रस्य तत्र आवश्यकता भवति, मे बि इन् द फ्यूचर् इन् सम् अदर् सूत्रः परिभाषासूत्रस्य तत्र आवश्यकता। सो इको गुणवृद्धि इति सूत्रं पश्यामः चेत् तत्र सूत्रं किं वदति? इको गुणवृद्धि इति सूत्रस्य अर्थः कः इति वदामः चेत्, प्रथमे तु एतत् सूत्रं परिभाषासूत्रम्। परिभाषासूत्रेण किं भवति? इण्डिपेण्डेण्ट्लि परिभाषासूत्रं किमपि न करोति, परन्तु यस्मिन् विधिसूत्रे कार्यस्य कृते भ्रमः जायते तत्र परिभाषासूत्रस्य आवश्यकता भवति। यथा अत्र सार्वधातुक आर्धधातुकयोः इति सप्तम्यन्तं पदम्। अत्र किं करणीयं न जानीमः। इदानीं तु मिदेर्गुणः इति सूत्रतः गुणः इति सूत्रस्य तत्र अनुवृत्तिः, गुणः इति प्रथमान्तं पदः, अतः आदेशरूपेण विधिसूत्रे प्रथमान्तं पदः अस्ति चेत् आदेशः आगमः इति तत्र भवितुम् अर्हति। अस्मिन् सूत्रे तु आदेशः गुणः इति आदेशः। सो इदानीं तत्र कस्य स्थाने आदेशः, स्थाने अपि न दत्तं, सार्वधातुक आर्धधातुकयोः इति सूत्रे स्थानिपदमपि न दत्तं। स्थानिपदं केन, षष्ठ्यान्तं पदः सूत्रे अस्ति चेत् ज्ञातुं शक्यते एतत् पदम्, एतत्तु स्थानिपदं, परन्तु अत्र स्थानिपदं न दत्तं। सो कथं जानीमः कस्य स्थाने गुणकार्यं करणीयं? गुणः इति आदेशः कस्य स्थाने करणीयं तस्य कृते एव अस्ति परिभाषासूत्रम् इको गुणवृद्धिः इति परिभाषासूत्रम्। इको गुणवृद्धिः इति सूत्रं किं वदति, सूत्रस्य अर्थः कः? यस्मिन् यस्मिन् विधिसूत्रे गुणकार्यम् अपि च वृद्धिकार्यस्य कृते कार्यं विधीयते, यस्मिन् यस्मिन् सूत्रे गुणकार्यम् अपि च वृद्धिकार्यस्य कृते निर्देशः, यदि तस्मिन् सूत्रे स्थानिवर्णः न दत्तं तत्र इकः स्थाने एव गुणः अपि च वृद्धि करणीयम् इति सूत्रस्य अर्थः। सो यस्मिन् यस्मिन् विधिसूत्रे गुण अपि च वृद्धिकार्यस्य कृते स्थानिवर्णः न दत्तं तत्र कस्य स्थाने गुणः अपि च वृद्धिः? इक् स्थाने एव गुणः अपि च वृद्धिः। इक् इत्युक्ते इक् प्रत्याहारे ये ये वर्णाः तेषां गुणः अपि च वृद्धि करणीयम् इति परिभाषासूत्रस्य अर्थः। सो अत्र सार्वधातुकार्धधातुकयोः इति सूत्रं विधिसूत्रं कीदृशविधिकार्यं, गुणविधायकसूत्रम् अस्ति। सार्वधातुकार्धधातुकसूत्रं गुणविधायकसूत्रम्, अनेन सूत्रेण गुणकार्यं भवति, परन्तु स्थानिवर्णः न दत्तं, कस्य स्थाने गुणः करणीयम् इति न दत्तं, महर्षिणा किमपि न अत्र उक्तं कस्य स्थाने। सो अत्र इक् स्थाने एव किं गुणकार्यं करणीयम् इति परिभाषासूत्रं पूर्वे एव प्रथम अध्याये प्रथमपादे तृतीयसूत्रमेव अस्ति, इको गुणवृद्धिः, इक् स्थाने एव गुण अपि च वृद्धि करणीयं यत्र स्थानिवर्णः न दत्तं, तत्र एव इकः स्थानिपदं भवति, यस्मिन् यस्मिन् सूत्रे गुणकार्यम् अपि च वृद्धिकार्यस्य कृते स्थानिवर्णः न दत्तं तत्र एव इकः इको गुणवृद्धिः इति सूत्रस्य प्रसक्तिः। सो अत्रापि इको गुणवृद्धिः इति सूत्रम् आगत्य सहायता करोति, इक् स्थाने गुणकार्यं करणीयम्। इकः इत्युक्ते इ उ रु एते त्रयः वर्णः, लु अपि आयाति, परन्तु तत्र प्रक्रियायां लु कुत्रापि न दृश्यते, अतः अत्र इ उ रु त्रयाणां वर्णानाम् एव ग्रहणम् इक् प्रत्याहारस्य कृते। सो इक् इति स्थानि भवति अत्र, अतः इक् इति यः अस्ति प्रथमान्तं पदः, परन्तु स्थानिरूपेण आयाति चेत् इकः इति भवति, इकः इति षष्ठ्यान्तं पदः। सो इकः इति पदस्य अस्मिन् सूत्रे अनुवृत्तिः, तेन किं भवति, षष्ठ्यान्तं पदः तत्र वयं तत्र प्राप्नुवन्तः। अनन्तरं तत्र एकम् अन्यत् परिभाषासूत्रस्य तत्र किम् आवश्यकता, सूत्रं किं, येन विधि तदन्तस्य, अपि च एकम् अन्यत्, यदा येन विधि तदन्तस्य इति सूत्रस्य तत्र आवश्यकता भवति, तत्र एकम् अन्यत् परिभाषासूत्रस्य अपि आवश्यकता, अलोऽन्यन्तस्य। अलोऽन्यन्तस्य इति सूत्रम् अपि परिभाषासूत्रं, येन विधि तदन्तस्य अपि परिभाषासूत्रम्, इको गुणवृद्धिः अपि परिभाषासूत्रम्। सो अस्मिन् सूत्रे त्रयाणां परिभाषासूत्राणाम् आवश्यकता, किमर्थम् आवश्यकता, सूत्रस्य सम्पूर्ण अर्थावगमनार्थं तत्र एते त्रया परिभाषासूत्र त्रीणि परिभाषासूत्राणां तत्र आवश्यकता, न कुर्मः चेत् सूत्रस्य सम्पूर्ण अर्थः कः, सूत्रं कुत्र कुत्र कार्यं कर्तुं शक्यते न ज्ञातुं शक्यते। अतः अस्मिन् सूत्रे प्रथमे तु स्थानिवर्णः न दत्तं, तस्य कृते एको गुणवृद्धि। इदानीं येन विधि तदन्तस्य इति सूत्रं, वेन् येन विधि तदन्तस्य इति सूत्रं किं वदति? अस्य सूत्रस्य अन्यत् तत्र नाम अस्ति तदन्तविधिः, तदन्तविधिः इति तत्र तस्य अन्यत् नाम। इदानीं येन विधि तदन्तस्य इति सूत्रस्य तत्र विवरणं किम् अस्ति? एकनिमिषः करपत्रे दत्तमस्ति वा? किञ्चित् दत्तमस्ति, पिपिटि दृश्यते वा? आं भगिनि, अस्तु अत्र दृश्यतु। येन विधि तदन्तस्य इति सूत्रस्य प्रथमे तु साधारण अर्थः कः इति वदामः चेत्, यस्मिन् सूत्रे स्थानिवर्णः इति अत्र लिखितमस्ति, यदि सूत्रे स्थानिनः निर्देशार्थं किञ्चन विशेषणं निर्दिष्टम् अस्ति तर्हि तेन सूत्रेण निर्दिष्टः विधिः विशेषणस्य विषये तु अवश्यमेव प्रयुज्यते, परन्तु तद् विशेषणं यस्य शब्दस्य अन्ते विधीयते तादृशशब्दस्य विषये अपि प्रयुज्यते इति तदन्तविधिः। इत्युक्ते येन विधि तदन्तस्य इति सूत्रस्य कः अर्थः अत्र पश्यामः। अत्र कुत्र अत्र दृश्यतु, अनुवृत्ति सम्पूर्णसूत्रम् अनुवृत्तिसहितसूत्रं पश्यामः चेत् किमस्ति, इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः। इकः इति पदस्य अनुवृत्तिः इको गुणवृद्धिः इति सूत्रात् तत्र भवति, अङ्गस्य अधिकारः अस्मिन् सूत्रे, अपि च गुणः इति पदस्य मिदेर्गुणः इति सूत्रतः तत्र गुणः इति पदस्य तत्र किम् अनुवृत्तिः भवति। सम्पूर्ण अनुवृत्तिसहितसूत्रं पश्यामः चेत् इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः इति तत्र तस्य अर्थः भवति। किम् अत्र किम् अस्माभिः किं तत्र ज्ञातव्यम्? इकः इति षष्ठ्यान्तं पदः, अङ्गस्य अपि षष्ठ्यान्तं पदः। किमर्थं चेत् अङ्गस्य इति अधिकारः, गुणः इति प्रथमान्तं पदः, सार्वधातुक आर्धधातुकयोः इति सप्तमी द्विवचनात् पदम्। सो इकः अङ्गस्य गुणः कदा? सार्वधातुक आर्धधातुकयोः परे सप्तम्यान्तं सूत्र सप्तम्यान्तं पदस्य कः अर्थः? प्रथमे तु षष्ठ्यान्तं पदः, षष्ठ्यान्तं पदः स्थानि, इकस्थाने इकः अङ्गस्य स्थाने गुणः कदा? परे सार्वधातुक आर्धधातुक प्रत्ययः अस्ति चेदेव गुणः इति सूत्रस्य अर्थः। सो इकः अङ्गस्य यः किं करणीयं? गुणकार्यं करणीयं कदा? सार्वधातुक आर्धधातुक परे अस्ति चेत्। किमर्थं चेत् सप्तम्यान्तं परनिमित्तं पूर्वकार्यं, निमित्तं परे अस्ति। सो परे कोऽपि सार्वधातुक अथवा आर्धधातुक प्रत्ययः अस्ति, कस्य परे? इकः अङ्गस्य परे कोऽपि सार्वधातुक अथवा आर्धधातुक प्रत्ययः आयातिश्चेत् तत्र किं? गुणकार्यं करणीयम्। सो कस्य गुणकार्यम्? इकः स्थाने गुणकार्यं करणीयम्। अत्र इकः अङ्गस्य, इकः न केवलं षष्ठ्यान्तं परन्तु अत्र कीदृशः इकः? यस्मिन् अङ्गे इकवर्णः अस्ति तत्र इकः अङ्गस्य इति अस्ति, अत्र विशेषणविशेषभावः। इत्युक्ते अङ्गस्य कीदृश अङ्गस्य? इकः अङ्गस्य। सो इकः इति अत्र किम् अस्ति? विशेषण स्थानिवर्णः तु अस्ति, इकः इति स्थानिवर्णः षष्ठ्यान्तं पदः, परन्तु विशेषणरूपेण अस्ति, स्थानिनः अत्र विशेषणरूपेण निर्दिष्टः। सो यस्मिन् यस्मिन् सूत्रे स्थानिवर्णः इत्युक्ते यः वर्णः अपगच्छति, यस्य वर्णस्य स्थाने आदेशः, सः विशेषणरूपेण महर्षिणा दत्तं, तत्र एकं तत्र किं न केवलं तस्य विशेषणस्य स्थाने तत्र विधि करणीयम् इत्युक्ते कार्यं करणीयं गुणकार्यं करणीयं, परन्तु सः विशेषणः यस्य अन्ते विधीयते तस्य तस्य अपि गुणकार्यम् इति विधि करणीयम् इति येन विधि तदन्तस्य, न केवलं यस्य सूत्रे यस्य स्थानिवर्णस्य तत्र षष्ठि यः विशेषणरूपेण स्थानिवर्णं दत्तं न केवलं तस्य वर्णस्य स्थाने तत्र कार्यं भवति, यदि तस्य वर्णस्य परे कोऽपि सार्वधातुक अथवा अर्धधातुक प्रत्ययः, परन्तु तादृशस्थानिः तादृशवर्णः विशेषणरूपेण ता निर्दिष्टं वर्णः यस्य शब्दसमूहस्य अन्ते अस्ति तत्रापि गुणकार्यं करणीयं, यदि तादृशः शब्दसमूहस्य परे कोऽपि सार्वधातुक अथवा अर्धधातुक प्रत्ययः आयाति इति येन विधि तदन्तस्य. सो यस्मिन् यस्मिन् सूत्रे येन विधि तदन्तस्य इति सूत्रस्य कः अर्थः, यस्मिन् सूत्रे स्थानिवर्णः विशेषणरूपेण दत्तं यथा अत्र अत्र इकः गुण सार्वधातुक अर्धधातुक नास्ति, इकः अङ्गस्य, न केवलम् इकः गुणः सार्वधातुक भवति परन्तु इकः अङ्गस्य अपि गुणः सार्वधातुक अर्धधातुक. सो इकः अङ्गस्य इति अत्र विशेषणविशेषभावः. सो यस्मिन् सूत्रे स्थानिपदः षष्ठ्यान्तं पदः विशेषणरूपेण दृश्यते अत्रापि विशेषणरूपेण स्थानिवर्णः दृश्यते, इकः इति षष्ठ्यन्तम् अस्ति स्थानिवर्णः अस्ति परन्तु अङ्गस्य कृते विशेषणं भवति, कीदृश अङ्गस्य, इकः अङ्गस्य. सो अत्र इकः इति यः षष्ठ्यन्तं पदः अस्ति सः स्थानिवर्णः तु अस्ति परन्तु सूत्रे सूत्रं पश्यामः चेत् विशेषणरूपेण स्थानिवर्णः दत्तं. सो यस्मिन् यस्मिन् सूत्रे स्थानिवर्णः विशेषणरूपेण दत्तं तत्र किं तदन्तविधिः, न केवलं तस्य विशेषणस्य परे सार्वधातुक अर्धधातुक प्रत्ययः आयाति चेत् गुणकार्यं करणीयं, परन्तु एकम् अन्यत् अर्थः अपि तत्र भवति. तत् अर्थं किं, तादृशविशेषणं तादृशस्थानिवर्णः षष्ठ्यान्तं स्थानिवर्णः यस्य शब्दसमूहस्य अन्ते विधीयते तस्यापि किं गुणकार्यं करणीयम्, यदि तस्य अङ्गस्य परे कोऽपि सार्वधातुक अर्धधातुक प्रत्ययः आयाति. सो इदानीं तत्र एकम् अन्यत् तत्र भ्रमः जायते, यथा ई योग तत्र शप् भवति चेत् तत्र ए भवति, ई इति इकवर्णः, ई इन् गतो एकं धातु अस्ति. अत्र उदाहरणं दत्तं वा? आम् अत्र अस्ति. एकं सि इन् गतो इति एकं धातु अस्ति, इन् इति एकं धातु अस्ति, पाणिनि धातुपाठे इन् इति एकं धातु अस्ति. अस्मिन् धातौ अन्तिमनकारः हलन्त्यं सूत्रद्वारा अन्तिमनकारस्य इत् भवति. सो अस्मिन् धातु केवलम् ई एव अवशिष्यते. सो इन् गतौ इति धातुः भुवादिगणस्य धातुः. सो तत्र लटीरूपं पश्यामः चेत् इन् योग तिप् भवति चेत् मध्ये शप् अपि आयाति, भुवादिगणस्य धातु अस्ति चेत् मध्ये शप् अपि आयाति. सो तत्र किम्, इन् योग शप् योग तिप् भवति. सो यदा तत्र अनुबन्धानां निष्कासनं कुर्मः चेत् ई योग अयोग तत्र किं ति भवति. सो इदानीं तत्र शप् इति इन् इति यः धातु अस्ति इघन्तधातु, इत्युक्ते अत्र इकारः इकवर्णः वर्तते अस्मिन् धातु, केवलम् एक एव अवशिष्टवर्णः सः अस्ति इ इति वर्णः. सो इकवर्णः अस्ति परे तत्र धातु परे किमस्ति, शप् इति विकरणप्रत्ययः. शप् इति विकरणप्रत्ययः शित् अस्ति, शप् इति विकरणप्रत्यये शकारस्य लशक्वा तदिति इति सूत्रेण शकारस्य इत् भवति. शप् इति प्रत्ययः शित् प्रत्ययः, पकारस्य हलन्त्यं सूत्रद्वारा इत् संज्ञा. सो अत्र अ एव अवशिष्यते. अत्र लेखितुं न शक्यते. सो ई योगः इदानीम् अस्ति. सो इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः इति सूत्रस्य अर्थः. सो अत्र इक् वर्णः अस्ति, ई इति इक् वर्णः, इक् वर्णस्य परे षित् इति प्रत्ययः, षित् इति प्रत्ययः तिङ्क्षित् इत्यनेन अहं जानीमः इदानीं तत् षित् शप् इति प्रत्ययः षित् अस्ति, अतः शप् इति प्रत्ययः सार्वधातुकप्रत्ययः. सो इकः परे सार्वधातुकप्रत्ययः अस्ति चेत् तत्र किं गुणकार्यम् इति सूत्रस्य अर्थः. सार्वधातुक आर्धधातुकयोः इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः, इकः स्थाने गुणकार्यं भवति यदि तस्य साक्षात् परे कोऽपि सार्वधातुक अथवा आर्धधातुकप्रत्ययः. अत्र तु ई योग शप् इति अस्ति, अत्र ई इक् वर्णः, तस्य परे सार्वधातुक षित् सार्वधातुकप्रत्ययः, अतः अत्र गुणकार्यं भवितुम् अर्हति. सो ई स्थाने तत्र किं भवति, ए इति आदेशः. ई स्थाने तु अ ए ओ एतेषु ए एव आगन्तुं शक्यते. कथं जानीमः, स्थाने अन्तरतमः. सो ए योग अ भवति इदानीम्, ए योग अ योग ति भवति. सो ए योग अ भवति चेत् कोऽपि अन्यविधि नास्ति, अत्र केवलं सन्धिकार्यम्. इदानीम् अत्र सन्धिकार्यं, सो केन सूत्रेण सन्धिकार्यम्, एचोयवायावः इति सूत्रेण एकारस्य स्थाने अत्र किम्, एचोयवायावः इति सूत्रेण तत्र अयादेशः भवति. सो अत्र किं भवति, अस्तु इदानीं. सो अत्र किम्, अय अययोग ति भवति. सो अयति, तदेव रूपमस्ति वा, एकनिमिषः. इन्गतो इति धातुविषये तत्र अय अव आय आव, आम् ए स्थाने अय आदेशः. सो अयति इति रूपं भवति. सो सार्वधातुक आर्धधातुकयोः इति इकः अङ्गस्य गुणः यः भवति, न केवलम् इक् वर्णस्य परे सार्वधातुक अथवा आर्धधातुकप्रत्ययः अस्ति चेत् गुणकार्यम्, परन्तु येन विधि तदन्तस्य इति सूत्रद्वारा किम्, यस्य अन्ते इक् वर्णः, यस्य अङ्गस्य अथवा धातु अन्ते इक् वर्णः अस्ति तत्रापि गुणकार्यं करणीयम्. इत्युक्ते तत्र भू यथा भूयोग शप् भवति, तत्र भू इति इक् वर्णः तु नास्ति, परन्तु भू इति वर्णसमूहे अन्ते इक् वर्णः, बकारः दीर्घ उकारः. सो बकारः दीर्घ उकारः यः अस्ति, एकनिमिषः, प्रथमे वयं दृष्टवन्तः तत्र ई योग अयोग ति यदा भवति, इन्गतो भुवादिगणस्य धातु अस्ति वा अथवा तुदादिगणस्य धातु, अहं चिन्तयामि तुदादिगणस्य धातुः, इन् इति भुवादिगण नास्ति, किमर्थं चेत् तत्र कोऽपि पश्यतु तत्र धातुपाठे इन्गतो कुत्र अस्ति, भुवादिगणे अस्ति वा तुदादिगणे अस्ति, द्वितीयगणे अस्ति, आमां द्वितीयगणे, तत्र मध्ये तत्र सन्धिकार्यं न भवति, किमर्थं चेत् तत्र एति इति रूपम्, एति इति लटीरूपम् अस्ति, इन्गतु धातुविषये एति इति लटीरूपम्. अत्र दृश्यतु इन्गतो इति धातुः अदादिगणे अस्ति, न तु भुवादिगणे, अयति तु कोऽपि लटीरूपं नास्ति, अतः तत्र भ्रमः, मम कृते अपि भ्रमः जायते. सो अदादिगणस्य धातुः अस्ति इन्गतौ, इदानीं तत्र पश्यतु अदादिगणे किं भवति, अदादिगणे ईयोगतिप् भवति चेत् प्रथमपुरुष एकवचने तत्र कृदति कर्तरि शप् सार्वधातुके इत्यनेन शप् प्रत्ययः तु आयाति, परन्तु इन् गतौ इति अदादिगणस्य धातुः अस्ति चेत् तत्र शप् लुक् भवति. सो शप् इति प्रत्ययस्य सम्पूर्णतया तत्र लोपः भवति. सो धातु तिङ् मध्ये तत्र किमपि न मध्ये न आयाति. सो ई योगत्युप् यदा भवति इदानीं किम् अस्ति, इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति सूत्रं पश्यामः चेत् अत्र इकः इति अङ्गम् अस्ति, इक् इति वर्णः अस्ति, इकः गुणः सार्वधातुक अर्धधातुकयोः, इकारः इक् वर्णः, तस्य परे तिप् इति प्रत्ययः. तिप् इति प्रत्ययः कीदृशप्रत्ययः, सार्वधातुक वा अर्धधातुक? सार्वधातुक प्रत्ययः. कथं जानीमः? तिङ्क्षित् सार्वधातुकम्. तिङ्क्षित् सार्वधातुकम् इत्यनेन तिङ्समूहे ये अष्टादश तिङ् प्रत्ययाः तेषां नामः अपि सार्वधातुक्, अपि च ये प्रत्ययाः षित् तेषां नामः अपि सार्वधातुकम्. सो तिप् इति कथनेन तिप् इति प्रत्ययः कुत्र आयाति? तिङ्समूहे आयाति. सो न केवलं षित् प्रत्ययः सार्वधातुक्, तिङ्समूहे ये अष्टादश तिङ् प्रत्ययाः तेषां नामः अपि सार्वधातुक् प्रत्ययः. सो इदानीं किम् अस्ति, ई योगतिप् यदा भवति तत्र किं सार्वधातुक् प्रत्ययः साक्षात् परे अस्ति चेत् सार्वधातुक् अर्धधातुकयोः इति सूत्रद्वारा इकः अङ्गस् इकः गुणः भवति इति सूत्रस्य सामान्य अर्थः. सो ई स्थाने किम् ए तिप् प्रत्यय तु पकारस्य इत् अस्ति, तत्र ति एव अवशिष्यते. ई स्थाने एकेन सूत्रेण सार्वधातुक अर्धधातुकयोः इति विधिसूत्रद्वारा ई स्थाने तत्र ए इति आदेशः. किमर्थं चेत् साक्षात् परे सार्वधातुक प्रत्ययः अस्ति, तिप् इति सार्वधातुक प्रत्ययः. सो सार्वधातुक अर्धधातुकयोः इति सूत्रेण इकः अङ्गस्य कदा गुणः भवति? यदा तस्य परे कोऽपि सार्वधातुक अथवा अर्धधातुक प्रत्ययः अस्ति चेत् तत्र इक् स्थाने ए आदेशः करणीयः. सो एति इति रूपम्. इदानीं येन विधि तदन्तस्य, तस्य कः अर्थः? सो येन विधि तदन्तस्य इति सूत्रं किं वदति? न केवलम् इक् वर्णस्य परे सार्वधातुक अथवा अर्धधातुक प्रत्ययः अस्ति चेत् तस्य गुणकार्यम्, परन्तु यस्य अन्ते इक् वर्णः विधीयते, यस्य अन्ते इत्युक्ते धातु अन्ते अथवा धातुरूपी अङ्गस्य अन्ते इक् वर्णः विधीयते चेत् तत्रापि गुणकार्यं करणीयं. केवलम् इक् वर्णस्य परे सार्वधातुक प्रत्ययः अस्ति अथवा अर्धधातुक प्रत्ययः अस्ति चेदेव गुणः न, यस्य अन्ते इक् वर्णः विधीयते तस्य अपि गुणकार्यं करणीयम्. सो यदा भूयोगशप् भवति, भूयोगशप् भवति तत्र किम्? अत्र तु इकः, अत्र इकः वर्णः, केवलम् इक् वर्णः नास्ति, अत्र बकारः अपि अस्ति, अपि च दीर्घ उकारः अपि अस्ति. सो अत्र अस्मिन् अङ्गे द्वौ वर्णः, एकं बकारः, द्वितीयं दीर्घ उकारः. सो अत्र किं करणीयं, कथं जानीमः अत्रापि गुणकार्यं करणीयं? तस्य कृते एव येन विधि तदन्तस्य. न केवलम् इक् वर्णस्य गुणः सार्वधातुक अर्धधातुकयोः भवति, परन्तु यस्य शब्दसमूहस्य, यस्य अङ्गस्य अन्ते इक् वर्णः विधीयते तस्य अपि गुणकार्यं करणीयम् इति तस्य येन विधि तदन्तस्य. परन्तु इदानीं तत्र प्रश्नः आयाति, अत्र दृश्यतु यस्य अन्ते भू इति अन्ते उकारः विधीयते. सो अत्र येन विधि तदन्तस्य इति सूत्रद्वारा यस्य अन्ते उकारः विधि इक् वर्णः विधीयते तस्यापि गुणकार्यं करणीयं. यदा तस्य परे कोऽपि शित् अथवा तिङ् प्रत्ययः आयाति चेत् तत्रापि गुणकार्यं करणीयं. सो अत्रापि इदानीं तत्र सार्वधातुक अर्धधातुकयोः इति सूत्रद्वारा गुणकार्यस्य प्रसक्तिः. सो किं कुर्मः, उकारस्य गुणः कः? उकारस्य गुणः ओकारः. सो ओकारः अपि च ओकारः अपि च इति भवितुम् अर्हति. सम् पीपुल् केन् इग्नोर् दिस् बकारः. किं यस्य अन्ते इकवर्णः विधीयते तस्य अपि गुणकार्यं करणीयं. बकारस्य तु अहं न जानीमः किं गुणः, परन्तु अन्ते इकवर्णः अस्ति अतः इकवर्णस्य गुणः भवति. परे सार्वधातुकप्रत्ययः अस्ति अतः दीर्घ उकारस्य गुणः ओकारः. ओ योगः अ, सो ओ योगः अ भवति चेत् तत्र अवति इति रूपं भवितुम् अर्हति. परे ति इति प्रत्ययसमूह प्रत्ययस्य प्रत्ययः एकवचने, सो ओ स्थाने अव आदेशः, अवयोग अ भवति चेत् अवति इति रूपं. परन्तु तत् रूपं तु साधुरूपं नास्ति, अवति इति साधुरूपं नास्ति. सो अत्र किञ्चित् भ्रमः जायते. तस्य भ्रमस्य तस्य निवारणार्थं किम् अस्ति? अलो अनन्त्यस्य इति सूत्रम्. इदानीम् अलो अनन्त्यस्य इति सूत्रं किं वदति? यत्र यत्र यः विधिकार्यं विधीयते अङ्गस्य इत्युक्ते वर्णसमूहस्य कृते तत्र कार्यं विधीयते चेत् तत्र अलो अनन्तस्य अन्तिम अलस्य स्थाने एव विधि करणीयं, न तु सम्पूर्णाङ्गस्य. वयं प्रथमे किम् अस्माभिः किं कृतं? सम्पूर्णाङ्गस्य गुणः कृतं. सो सम्पूर्णाङ्गस्य इत्युक्ते भू अङ्गस्य गुणः उकारस्य ओ भवति. सो सम्पूर्ण अङ्गस्य गुणः कुर्मः चेत् तत्र असाधुरूपं निष्पद्यते. परन्तु तथं तत्तु देट् शुड् नाट् हेपन्. सो तस्य कृते एव किम् अस्ति? अलो अनन्त्यस्य इति सूत्रम्. अलो अनन्त्यस्य इति सूत्रं किं वदति? अलो अल् इति युक्ते अल् इत्युक्ते यत्किमपि वर्णः व्याकरणे अ आरभ्य अन्तिम चतुर्दशसूत्रपर्यन्तं लपर्यन्तं तत्र किम्? अल् इति प्रत्याहारः. सो अन्ते यत्किमपि अल् वर्णः अस्ति तस्य अलो अनन्तस्य तस्य अन्तिम अलस्य एव विधि करणीयं, सम्पूर्ण अङ्गस्य कृते विधि न करणीयं. सो यदा तत्र भूयोगशप् भवति तत्र केवलं यः अन्ते स्थितः इकवर्णः तस्य एव गुणः, न तु सम्पूर्णाङ्गस्य. सो बकारः तथैव तिष्ठति, उकारस्य गुणः भवति तत्र ओकारः. अनन्तरं तत्र ओकारस्य स्थाने एचोयवायावः इति सूत्रेण अव आदेशः. सो अत्र किं भवति? भ योग अ योग व योग अ भव इति अङ्गम्, भव इति अङ्गं कस्य कृते? तिप् प्रत्ययस्य कृते भव इति अङ्गम्. सो अलो अनन्तस्य इति सूत्रं परिभाषासूत्रं किं वदति? यद्यपि अत्र इकः अङ्गस्य गुणः, इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः परे सार्वधातुक अथवा अर्धधातुक प्रत्ययः अस्ति चेत् इकः अङ्गस्य गुणः करणीयं, तथापि अत्र किम्? न केवलम् इक् वर्णः परे सार्वधातुक अस्ति तत्रापि गुणकार्यं करणीयं, परन्तु तादृश अङ्गस्य यस्य अन्ते इक् वर्णः विधीयते तस्यापि गुणकार्यं करणीयम् इति सूत्रस्य अर्थः. परन्तु इदानीम् अलो अनन्तस्य इति सूत्रम् आगत्य वदति अन्तिम अलस्य एव गुणः, न तु सम्पूर्णाङ्गस्य. सो अन्तिम अलः यः अस्ति, यदि सः अलः इक् वर्णः तस्य एव गुणः भवति. किमर्थं चेत् स्थानीवर्णः कः? इक् वर्णः एव स्थानीवर्णः. सो अन्ते अङ्गस्य अन्ते इ ऊ दीर्घ वा ह्रस्व वा भवति चेदेव गुणकार्यं, परन्तु सम्पूर्ण अङ्गस्य न करणीयं. केवलम् अलो अनन्त्यस्य अन्तिम अलस्य एव, अलो अनन्त्यस्य इति अन्तिम अलस्य एव विधि करणीयं, न तु सम्पूर्ण अङ्गस्य. सो भकारः तथैव तिष्ठति, केवलम् उकारस्य गुणः भवति ओकारः. सो तत्र भवति इति अन्ततो गत्वा तत्र भवति इति रूपम्. इदानीं तिप् प्रत्ययः अपि सार्वधातुप्रत्ययः, परन्तु तस्य साक्षात् परे तत्र अकारः, अकारः इक् वर्णः नास्ति। इक् प्रत्याहारे ई आरभ्य क पर्यन्तम् ई ऊरु अकारः इक् वर्णः नास्ति, अतः अकारस्य कोऽपि गुणकार्यं न भवति। सो अकारः तथैव तिष्ठति। सो भवति इति साधुरूपं, न तु अवति इति रूपं। सो अलो अनन्त्यस्य इति सूत्रं वदति, यद्यपि अङ्गस्य गुणः भवति तथापि अन्तिम अलस्य स्थाने एव गुणकार्यं करणीयं, न तु सम्पूर्ण अङ्गस्य इति तस्य अर्थः। अस्तु, इदानीं पुनः तत्र यः करपत्रमस्ति, करपत्रात् तत्र पठामः चेत् पुनः किञ्चित् तत्र इतोपि तत्र स्पष्टं भवति, यथा तत्र करपत्रात् पठामः चेत्। सो सार्वधातुक आर्धधातुकयोः इति सूत्रस्य कृते प्रथमे तु तत्र स्थानीवर्णः न दत्तम्, अतः तत्र इको गुणवृद्धिः इति परिभाषासूत्रस्य तत्र किम् आवश्यकता, किमर्थं चेत् अत्र गुणकार्यं तु करणीयं। मिदेर्गुणः इति सूत्रतः तत्र गुणस्य, गुणः इति पदस्य अनुवृत्तिः, परन्तु कस्य स्थाने गुणः तत्तु न दत्तं सूत्रे। सो इको गुणवृद्धिः इति सूत्रम् आगत्य वदति, यत्र यत्र गुण अपि च वृद्धिः विधायकसूत्रे स्थानिवर्णः न दत्तं तत्र इकः एव स्थानिवर्णः भवति। सो अत्र ए इकः इति यः स्थानिवर्णः, सो इकः स्थाने तत्र किम्, इकः अङ्गस्य इत्याधिकारः, इकः अङ्गस्य गुणः कदा, सार्वधातुक अर्धधातुकयोः। वेन् वि रीड् द सूत्र विद् द विभक्ति, विद् द विभक्ति अर्थः, कीपिङ्ग् द विभक्ति अर्थः इन् मैण्ड्, देन् वी केन् गेट् द सम्पूर्णसूत्रस्य अर्थः कः इति वयम् अवगन्तुं शक्यते। इकः इति षष्ठ्यान्तं पदः, सो स्थानि भवति। सो इकः स्थाने गुणः, कीदृश इकः, कीदृश अङ्गस्य गुणः भवति, परन्तु कीदृश अङ्गस्य, इकः अङ्गस्य, अङ्गम् इकः, अङ्गे इक् वर्णः अस्ति चेत् तत्र किं सार्वधातुकार्धधातुकप्रत्यपरे तत्र गुणकार्यं भवति। सो इकः स्थाने गुणः, प्रथमान्तं पदः आदेशः, गुणः इति आदेशः, परे सार्वधातुक अथवा आर्धधातुक प्रत्ययः अस्ति। सार्वधातुक अपि च आर्धधातुक किं, प्रत्ययः एव, प्रत्ययानाम् एव नामकरणं सार्वधातुक आर्धधातुक। सो सम्पूर्णसूत्रस्य कः अर्थः, इकः स्थाने, इकः स्थाने किं, गुणः, गुण आदेशः, परे सार्वधातुक अथवा आर्धधातुक प्रत्ययः अस्ति चेत् तत्र इकः स्थाने गुणकार्यं करणीयम् इति सूत्रस्य अर्थः। सो अत्र विभक्तियान्तं पदस्य तत्र मनसि स्थापितम् अस्ति चेदेव तत्र अर्थं वयम् अवगन्तुं शक्यते। अस्तु, इदानीं सूत्रतः पठामः, अत्र उदाहरणमपि दत्तम्। अहं येन विधि तदन्तस्य इति सूत्रस्य कृते एकम् अन्यत् सूत्रे तत्र तस्य परिभाषासूत्रस्य आवश्यकता इति अपि अत्र मया अत्र उदाहरणं दत्तं। ह्रस्वस्य पिति कृति तुक् इति एकं सूत्रम् अस्ति, अत्र दृश्यतु, ह्रस्वस्य पिति कृति तुक् इति एकं सूत्रम् अस्ति। इत्युक्ते ह्रस्वस्वरस्य, अत्र ह्रस्वस्य इति यः अस्ति, पिति इति, पिति इत्युक्ते अत्र सप्तमीयन्तं पदः, कृति अपि सप्तमीयन्तं पदः। सो कीदृशपित् कृत् पित् अस्ति चेत्, कृत् इत्युक्ते कृदतिङ् इति एकं सूत्रम् अस्ति, कृदतिङ् इत्युक्ते अतिङ् प्रत्ययः एव तेषां नामं कृत् इति भवति। सो तिङ् विहाय ये धातु अनन्तरं प्रत्ययः आयाति तेषां किं, कृत् इति तत्र संज्ञा। कृत् प्रत्ययेषु यः पित् प्रत्ययः, न केवलं कृत् प्रत्ययः, कीदृशकृत् प्रत्ययः, पिति कृति पित् अस्ति, यः कृत् प्रत्ययः पित् अपि अस्ति, त तत्र किं तुकागमः भवति इति सूत्रं वदति. सो ह्रस्वस्वरस्य धातोः तुकागमः, ह्रस्वान्तस्य धातुः तुकागमः भवति पित् कृत् प्रत्ययः परे. सप्तम्यन्तं पदः परे कृत् प्रत्ययः पित् अस्ति चेदेव तत्र किं किं भवति, तुकागमः भवति. सो अत्रापि अङ्गस्य अधिकारः. क्षन्तां क्षन्तां, नमस्कारः. करपत्रं न दृश्यते, न दृश्यते वा? तदर्थं बहिर्गत्वा आगतवती, मम सङ्गणकस्य मिस्टेक् इति. चिन्ता मास्तु, एकनिमिषः अहं शेर् करोमि. When I share this whiteboard, that time it, this problem happens. इदानीं दृश्यते वा? आं भगिनि, दृश्यते. अन्ते किं अनेकवारं वदतु भगिनि. करपत्रं न दृश्यते. ओ अस्तु. सी, येन विधि तदन्तस्य इति सूत्रं परिभाषासूत्रं. सो न केवलं सार्वधातुक आर्धधातुकयोः इति सूत्रस्य कृते येन विधि तदन्तस्य इति सूत्रस्य आवश्यकता तत्र, परन्तु तत्र तादृश बहूनि सूत्राणि सन्ति ग्रन्थे यत्र यत्र येन विधि तदन्तस्य इति परिभाषासूत्रस्य आवश्यकता भवति. सो सार्वधातुक आर्धधातुकयोः इति सूत्रे वयं दृष्टवन्तः न केवलम् इकः वर्णस्य गुणः, परन्तु यस्य अङ्गस्य अन्ते इक् वर्णः विधीयते तस्य अन्तिम इक् वर्णस्यापि गुणः भवति. सो येन विधि तदन्तस्य न केवलं विशेषणरूपेण यत् स्थाने वर्णः दत्तं तस्य स्थाने विधि करणीयं, परन्तु तादृशविशेषणं यस्य अन्ते विधीयते तत्रापि विधि करणीयं. परन्तु अलो अनन्तस्य इति सूत्रम् आगत्य पुनः तत्र विवरणं करोति सम्पूर्णाङ्गस्य न करणीयम्, अन्तिम अलस्य एव गुण विधि करणीयं. यत्किमपि विधिः विधीयते अत्र तु गुणकार्यं विधीयते. सो सम्पूर्ण अङ्गस्य गुणः न करणीयम्, अन्तिम अलस्य एव गुणः करणीयम् इति अलो अनन्तस्य इति सूत्रं वदति. अन्यथा तत्र असाधुरूपं निष्पद्यते. एकम् अन्यत् उदाहरणं यत्र येन विधि तदन्तस्य इति सूत्रस्य आवश्यकता. सो अत्र सूत्रमस्ति ह्रस्वस्य पिति कृति तुक्. सो ह्रस्वस्य स्वरस्य तत्र तुक् आगमः भवति कदा भवति, यस्य यदा तस्य धातुरूपी ह्रस्वस्वरस्य परे तत्र किं कृत् इति प्रत्ययः, अपि च तत् कृत् प्रत्ययः पित् अपि अस्ति. अपित् अस्ति चेत् तुकागमः न भवति. पिति कृति तुक्, सो कृत् प्रत्ययः पित् अपि अस्ति चेदेव तुकागमः तुकागमः, अन्यथा तत्र तुकागमः न भवति. अपि च कीदृश अङ्गस्य ह्रस्वस्य ह्रस्वस्य स्वरस्य परे पित् कृत् प्रत्ययः अस्ति चेत् तत्र तुकागमः. सो अत्र अत्र ह्रस्वस्य इति यः अस्ति स्थानी वर्णः, ह्रस्वस्य षष्ठ्यन्तं पदः, रामस्य ह्रस्वस्य इति तत्र षष्ठ्यन्तं पदः. सो विशेषणरूपेण अस्ति ह्रस्वस्य अङ्गस्य, अत्रापि अङ्गस्य अधिकारः, अस्मिन् सूत्रे अपि अङ्गस्य अधिकारः. सो ह्रस्वस्य अङ्गस्य पिति कृति तुक् इति सूत्रस्य सम्पूर्णार्थः. सो ह्रस्वस्य अङ्गस्य, सो ह्रस्वस्वरस्य तत्र किं तत्र किम् अर्थं निष्पद्यते, ह्रस्वस्य ह्रस्वस्य स्वरस्य तुकागमः भवति यदि तस्य ह्रस्वस्य परे कोऽपि पित् कृत् प्रत्ययः अस्ति चेत्. यथा अत्र इन् गतौ इति धातुः, इन् इन् इति धातुः रूपी अङ्गस्य परे तत्र क्यप् इति प्रत्ययः, क्यप् इति प्रत्ययः किमस्ति, पकारः इति संज्ञकः. पित् अस्ति, तिङ् नास्ति, क्याप् इति प्रत्ययः अतिङ्, अतः कृत् अपि अस्ति. कृद् अतिङ् इति सूत्रम् अस्ति, कृद् अतिङ् अतिङ् प्रत्ययः, तेषां नामकरणं महर्षिणा कृतं कृत् इति प्रत्ययः. कृत् इति केवलम् एकं नामकरणं, संज्ञा अस्ति तस्य अर्थः कः अतिङ् सो ये प्रत्ययः तिङ् न ते कृत् प्रत्ययः सो क्यापिति प्रत्ययः तिङ् समूहे तु न आयाति कृत् अस्ति अपि च अस्मिन् प्रत्यये पकारः अस्ति पिति अपि अस्ति पित् अपि अस्ति क्यापिति प्रत्ययः सो ककारः इति अस्ति तत्तु भिन्नविषयः परन्तु अस्मिन् सूत्रे तु निमित्तानि पूरितानि कृत् अपि अस्ति अपि च पित् अपि अस्ति सो य एव अवशिष्टभागः सो ह्रस्वस्वर ई इति ह्रस्वस्वरः दीर्घ नास्ति ह्रस्वस्य अङ्गस्य अङ्गपि अस्ति ह्रस्वस्य तुकागमः कदा कृति पिति तु किं भवति तुक् इति आगमे उकारः तु उच्चारणार्थं ककारः इति संज्ञकः त एव अवशिष्यते त इति अवशिष्टभागः सो तुक् इति आगमः किम् अस्ति कित् अस्ति आगमः कित् अस्ति चेत् आद्यन्तौ टकितौ इति अनेन अन्ते आयाति धातु अन्ते आयाति सो अत्र किं भवति इत्य इति तथैव उपकृत्य बहूनि तादृशः ल्यप् ल्यप् प्रत्यान्तशब्दः ये अस्ति तत्र त्य त्य इति तत्र श्रूयते सो तत्र तकारः कुत्र आयाति अनेन सूत्रेण एव तुकागमः सो न केवलं ह्रस्वस्वरस्य परे कृत् पित् अस्ति चेत् तुकागमः परन्तु तादृश अङ्गस्य यस्य अन्ते ह्रस्वस्वरः अस्ति तत्रापि किं कृतिपिति परे तुकागमः इति सूत्रस्य अर्थः सो कथं जानीमः येन विधि तदन्तस्य इति सूत्रेण सो येन विधि तदन्तस्य इति सूत्रेण अत्र तु उप इति उप योग क्रू इति यः अस्ति क्रू इति यः धातुः अत्र केवलम् इकवर्णः नास्ति ककारः अपि अस्ति सम्पूर्ण अङ्गम् अस्ति सो अत्रापि तत् किं ह्रस्वस्वरस्य तुकागमः भवति ह्रस्वस्वरस्य परे तुकागमः भवति अत्र आगमः न तु आदेशः सो ह्रस्वस्वरः अपि तिष्ठति आगमः नूतनवर्णस्य उदयः एकं नूतनवर्णः अत्र आयाति ह्रस्वस्वरस्य अनन्तरम् एकं नूतनवर्णः आयाति किमर्थं चेत् आगमरूपी कार्यं न तु आदेशः आदेशरूपी अस्ति चेत् तत्र ऋकारः अपगच्छति तस्य स्थाने तकारः तादृश अत्र आगमरूपी कार्यं तुक् इति आगमः सो अत्र किं विशेषणरूपेण यः स्थाने निर्दिष्टं न केवलं तस्य परे कृत् प्रत्ययः अस्ति चेत् तुकागमः परन्तु तत्र किं तादृश अङ्गस्य यस्य अन्ते ह्रस्वस्वरः विधीयते तत्रापि तुकागमः भवति सो अत्र न केवलं क्रू इति अङ्गम् अत्र अप् क्रू इति अङ्गम् अप् इति अस्ति उपसर्गः सो क्रू इति धातु अस्ति अनन्तरं ल्यप् इति प्रत्ययः ल्यप् इति प्रत्ययः तिङ्समूहे नास्ति सो कृत् प्रत्ययः अतिङ् अस्ति अतः कृत् प्रत्ययः ल्यप् इति प्रत्यये पकारः इति संज्ञकः सो पित् अपि अस्ति सो कृत् पिति पित् प्रत्यय परे तत्र किं ह्रस्वस्वरस्य परे तुकागमः भवति सो अपकृत्य इति भवति कृत्य इति तत्र पदं भवति ल्यप् प्रत्ययान्तपदं सो अत्र न केवलं ह्रस्वस्वरस्य परे कृत् पृत् पित् अस्ति चेत् तुकागमः परन्तु तादृशशब्दसमूहस्य यस्य अन्ते उपकृ इति एकं शब्दसमूहः तस्य अन्ते ह्रस्वस्वरः विधीयते चेत् परे कोऽपि कृत् पित् प्रत्ययः अस्ति चेत् तत्रापि तुकागमः सो येन विधि तदन्तस्य इति सूत्रं तदन्तविधिः न केवलं तत्र यस्य स्थाने निर्देशः यः स्थानिपदम् अस्ति न केवलं स्थानिपदं परे सार्वधातुक अर्धधातुक प्रत्ययः अस्ति चेत् गुणकार्यं परन्तु यस्य अन्ते इक् वर्णः इक् इति स्थानिवर्णः विधीयते तस्य इक् वर्णस्यापि तत्र गुणः भवति सो येन विधि तदन्तस्य इति सूत्रस्य अर्थः किमस्ति इदानीं तत्र किञ्चित् अस्माभिः अवगतम् इदानीं तत्र अस्मिन् करपत्रे तत्र किञ्चित् विवरणम् अपि दत्तं सूत्रस्य कृते. सो सार्वधातुक अर्धधातुकयोः इति सूत्रं कदा कार्यं करोति? यदा अङ्गस्य अन्ते इकवर्णः विधीयते तदा एव अन्तिमस्थितस्य आलवर्णस्य गुणः भवति, न तु मध्ये उपदायां पूर्व कुत्रचित् अन्यत् स्थाने इकवर्णः अस्ति. परन्तु सार्वधातुकार्धधातुकयोः इति सूत्रेण कुत्र भवति? अन्ते स्थितस्य अङ्गस्य अन्ते स्थितस्य इकवर्णस्य गुणः भवति यदा तस्य परे कोऽपि सार्वधातुक अर्धधातुक प्रत्ययः आयाति. तावत् एव सूत्रस्य अर्थः. सूत्रस्य कः अर्थः? इकः अङ्गस्य गुणः भवति तादृशधातुरूपी अङ्गस्य यस्य अन्ते इकवर्णः विधीयते दीर्घ वा ह्रस्व वा अन्ते विधीयते चेत् तस्य अङ्गस्य साक्षात् परे कोऽपि सार्वधातुक अथवा अर्धधातुक प्रत्ययः अस्ति चेत् तत्र किम् इकः अङ्गस्य गुणः भवति, तत्र इकवर्णस्य गुणः भवति, न तु सम्पूर्ण अङ्गस्य इति अलो अनन्तस्य इति सूत्रद्वारा वयम् अवगन्तुं शक्यते. इदानीं तत्र परिभाषासूत्राणि ये सन्ति अस्मिन् सूत्रे येषाम् आवश्यकता येषां विवरणम् अत्र दत्तम् अस्तु. कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु. अत्र करपत्रात् पठामः. षट् बिन्दु अस्ति तत्र, तो नो चेत् तत्र करपत्रात् पठामः. अस्तु, कः पठितुम् इच्छति? कः अथवा का परिभाषासूत्राणि? चेतन भगिनी पठितुम् इच्छति वा भगिनि? पठतु. परिभाषासूत्राणि. पाणिनिः सूत्राणां लघुत्वम् इच्छति. तदर्थं वारं वारं सूत्रेषु यत्र समानप्रकारकसन्देशः अपेक्षते तस्य वारं वारम् आवृत्तेः स्थाने परिभाषासूत्रं पाणिनिना विरच्यते. इमानि सूत्राणि कस्यचित् सूत्रार्थस्य पूरणाय साहाय्यं कुर्वन्ति. यथा सार्वधातुकार्धधातुकयोः इति सूत्रस्य अर्थपूरणार्थं त्रीणि परिभाषासूत्राणि अपेक्षितानि. इको गुणवृद्धि इति सूत्रेण इक् स्थानि भवति यत्र स्थानि नोक्तम्. येन विधिस्तदा येन विधिस्तदन्तस्य विशेषणं तदस्तस्य अपि भवति स्वस्त्यपि भवति. सोन्ते यस्य स तदन्तः तस्य तदन्तस्य बहुव्रीहिः विधीयते इति विधिः. येन तृतीयान्तं विधिः प्रथमान्तं तदन्तस्य षष्ट्यन्तं त्रिपदमिदं सूत्रम्. स्वं रूपं शब्दस्या शब्दसंज्ञा इत्यस्मात् स्वयं रूपम् इत्यनेन इत्यनयोः अनुवृत्तिः. विभक्तिपरिणामः इत्यनेन षष्ट्यन्ते भवतः स्वस्य रूपस्य अनुवृत्तिसहितसूत्रं येन विधिः तदन्तस्य स्वस्य रूपस्य च. तावदेव वदतु भगिनि. पाणिनिः अनुवृत्तिः किमर्थं कृतम् इति सूत्राणां लघुत्वम् इच्छति सः. तदर्थम् अनुवृत्तिः अधिकारः अधिकारसूत्रं सर्वे रचितवान्. यथा सार्वधातुकार्धधातुकयोः सूत्रस्य सम्पूर्ण अनुवृत्तिसहित पश्यति चेत् त्रीणि सूत्राणि आवश्यकम्. इको गुणवृद्धिः येन विधिस्तदस्तस्य तदन्तस्य अपि च अलोन्त्यस्य इति. इको गुणवृद्धिः सूत्रस्य इक् स्थानी भवति. किमर्थम् इत्युक्ते इकः षष्ट्यान्तम् अस्ति. येन विधिस्तदन्तस्य न इको गुणवृद्धिः इति सूत्रेण इकः स्थानी भवति. किमर्थम् इकः स्थानी भवति? इकः षष्ट्यन्तम् अस्ति. न, तत्तु सत्यं, परन्तु इको गुणवृद्धिः इति सूत्रद्वारा इकः अस्मिन् सूत्रे इकः स्थानी वर्णः. किमर्थं स्थानी, किमर्थम् इकः स्थानी वर्णः? अत्र लिखितम् अस्ति न यत्र स्थानी न उक्तम्. कुत्र स्थानी न उक्तम्? सार्वधातुकार्धधातुकयोः इति सूत्रे गुणकार्यं तु विधीयते, गुणकार्यं तु करणीयं, परन्तु कस्य स्थाने? स्थानिवर्णः न उक्तम् अत्र अस्मिन् सूत्रे. महर्षिणा स्थानिवर्णः न उक्तम्. सो कथं जानीमः कस्य स्थाने गुणकार्यं करणीयम्? एकं परिभाषासूत्रम् आगत्य सहायता करोति. महर्षिणा पूर्वे एव परिभाषासूत्रं दत्तं. प्रथम अध्याये प्रायशः तत्र बहूनि परिभाषासूत्राणि अपि च संज्ञासूत्राणि प्रथम अध्याये एव दत्तं महर्षिणा. सो वट् ही एक्स्पेक्ट्स्, ही एक्स्पेक्ट्स् अस् टु रीड् द प्रथम अध्याय फस्ट्. बट् सिन्स् वी डोण्ट् हेव् मच् टैम्, सो वी आर् डैरेक्ट्लि गोयिङ्ग् इन् टु द प्रक्रिया. तत्र यः लौकिकव्यवहारे यत् वयम् उपयोगं कुर्मः, सो वी आर् गोयिङ्ग् फ्रोम् बेक्वर्ड्स् टु फ्रण्ट्. वी आर् नाट् गोयिङ्ग् फ्रोम् फ्रण्ट् टु फार्वर्ड्, वी आर् गोयिङ्ग् फ्रोम् बेक्वर्ड् टु फ्रण्ट्. सो इको गुणवृद्धिः इति सूत्रस्य अर्थः कः भगिनि? सूत्रस्य कः अर्थः? इकः स्थाने गुणः अपि च वृद्धिः भवति इति. सर्वदा भवति वा? एकं सूत्रमस्ति अचोणिनिति. अचोणिनिति इति सूत्रद्वारा तत्र किं णित् अप्षण् णित् प्रत्ययः परे अस्ति चेत् वृद्धिकार्यं, परन्तु तत्र इक् वर्णस्य वृद्धिकार्यं न भवति. तत्र अचः इति स्थानिपदं दत्तं, तत्र अच् स्थाने वृद्धिः भवति णित् णित् प्रत्ययः परे अस्ति चेत्. सो यस्मिन् यस्मिन् विधिसूत्रे अचोणिनिति अपि विधिसूत्रं, वृद्धिकार्यं विधीयते तेन सूत्रेण. सो यस्मिन् यस्मिन् गुण अपि च वृद्धिविधायकसूत्रे स्थानिवर्णः न दत्तं तत्र एव इक् स्थानी भवति. यत्र स्थानी न उक्तं, यत्र इत्युक्ते यस्मिन् विधिसूत्रे गुण, कीदृशविधिसूत्रे? गुण अपि च वृद्धिविधायकसूत्रे. यथा सार्वधातुकार्धधातुकयोः इति सूत्रं कीदृशसूत्रं? विधिसूत्रं. किं कार्यं विधीयते अनेन सूत्रेण? किं कार्यं विधीयते? गुणकार्यं विधीयते अनेन सूत्रेण. सो अस्मिन् सूत्रे स्थानिवर्णः न उक्तम्. यद्यपि अत्र गुणादेशः करणीयं, तथापि अत्र सूत्रे महर्षिणा स्थानिवर्णः न उक्तं. किमर्थं न उक्तं? बिकास् पूर्वे एव सः वदति यस्मिन् यस्मिन् विधिसूत्रे स्थानिवर्णः न उक्तं तत्र कः स्थानी भवति? इक् आम् तदेव इको गुणवृद्धिः इति सूत्रस्य अर्थः. इको गुणवृद्धिः इति सूत्र हेज् नथिङ्ग् टु डू वित् सार्वधातुक अर्धधातुकयो. इट् इस् एन् इण्डिपेण्डेण्ट् परिभाषासूत्रं यस्मिन् यस्मिन् गुण अपि च विधायकसूत्रे. बिकास् अष्टाध्यायी इति ग्रन्थे केवलम् एकमेव गुणवृद्धि गुणविधायकसूत्रं नास्ति, अपि च वृद्धिविधायकसूत्रं नास्ति. तत्र अन्यत् गुण अपि च वृद्धिविधायकसूत्राणि अपि भवितुमर्हति. सो न केवलम् अस्मिन् सूत्रे, यत्र यत्र यत्र कुत्रचित् गुण अपि च वृद्धिविधायकसूत्रे स्थानिवर्णः न उक्तं तत्र कः स्थानी भवति? सर्वदा एकमेव इकवर्णः एव स्थानिवर्णः भवति इति सूत्रस्य अर्थः. इको गुणवृद्धिः इति सूत्रस्य अर्थः. सो बिकास् वी नो इको गुणवृद्धिः इति सूत्रस्य कः अर्थः, नौ वी केन् अप्लै हियर् बिकास् अत्र स्थानी न उक्तम्. सो बिकास् वी हेव् रेड् इन् द फस्ट् चाप्टर् देट् यत्र यत्र गुणकार्यम् अपि च विधिकार्यं विधिकार्यस्य कृते निर्देशः, यदि तत्र स्थानिवर्णः न उक्तं तत्र इक् स्थानी भवति इति इको गुणवृद्धिः इति सूत्र. अतः अत्रापि स्थानिवर्णः न दत्तं, गुणकार्यं विधीयते. अतः अत्र किं स्थानिवर्णः किम्? इकः एव भवितुम् अर्हति, न तु अन्य कोऽपि. सो अत्र इकः स्थानी भवति इति तस्य अर्थः. अवगतं वा भगिनि? आं भगिनि. येन विधिस्तद तदन्तस्य तदन्तस्य विशेषणम् अस्ति, एतत् न अवगतं. स्वस्यापि भवति, स्वस्यापि भवति इत्युक्ते येन विधि तदन्तस्य विधिः इति अस्ति न अत्र. सो येन विधिः, वेन इति तृतीयान्तं पदः, साधारण येन इत्युक्ते अत्र इन्स्ट्रुमेण्ट्. येन विधिः सो अत्र विशेषण विधिः कुत्र भवति? विशेषणरूपेण यत्र इकः इति दत्तं तस्य स्थाने विधिः विधीयते, तस्य स्थाने कार्यं विधीयते. सो न केवलं यस्य अन्ते विशेषणं, यस्य अन्ते इकवर्णः तत्र विधि कार्यं करणीयं, परन्तु स्वस्यापि भवति. स्वस्यापि भवति इत्युक्ते यत्र इकवर्णः साक्षात् इकवर्णः ई योग ति अस्ति चेत् तत्रापि भवति, तत्रापि कार्यं भवति, न केवलम् अन्ते अस्ति. सि ई योग ति तत्र पश्यामः चेत् तत्र ई केवलम् ई एव अस्ति, स्वस्य अपि अस्ति, स्वस्य एव अस्ति. अत्र इत्युक्ते इक् वर्णः एव अस्ति, कोऽपि अन्य तत्र नास्ति. परन्तु भू यद् यदा पश्यामः चेत् तत्र तदन्तस्य अङ्गस्य अन्ते, तदन्तस्य इत्युक्ते अङ्गस्य अन्ते विशेषणम् अस्ति. साक्षात् विशेषणं स्वयम् अस्ति चेदपि तत्र विधिः, अङ्गस्य अन्ते विशेषणम् अस्ति चेदपि विधिः इति तस्य अर्थः. सो अत्र विशेषणं किम्? इकवर्णः इति विशेषणम्. सो या स्वयं विशेषणं स्वयं तत्र अस्ति चेत्, परे सार्वधातुक अर्धधातुक अस्ति चेत् तत्र विधिः करणीयं, परन्तु यस्य अन्ते तादृशविशेषणम् अस्ति, अत्र किं विशेषणम्? इकः इति विशेषणम्. सो यस्य अन्ते विशेषणम् अस्ति तत्रापि भवति, किं भवति? विधिः भवति, कार्यं भवति, तत्रापि कार्यं भवति इति तस्य अर्थः. सो इफ् इट् इस् साक्षात् तत्र विशेषणं स्वयम् अस्ति चेदपि कार्यं, स्वस्य रूपस्यापि भवति कार्यं, परन्तु यस्य अन्ते विशेषणं विधीयते तत्रापि भवति, किं भवति विधि भवति अत्र किं विधि गुणविधि गुण भवति तत्रापि गुण भवति सो न केवलम् ईयोग ती कुर्मः चेत् गुणः परन्तु भू झी क्रु कुर्मः चेत् तत्रापि गुणः तत्र तु इकः कुत्र अस्ति तत्र स्थानिवर्णः विशेषणरूपेण यत् स्थानिवर्णः उक्तं तत्तु अङ्गस्य अन्ते अस्ति न तु स्वयम् इकवर्णः अस्ति सो यत्र स्वयम् इकवर्णः तत्रापि कार्यं यत्र कस्यचित् अङ्गस्य अन्ते विशेषणरूपेण स्थानिवर्णः अस्ति तत्रापि कार्यम् इति तस्य अर्थः अस्तु भगिनि तृतीयसूत्रं स्वं रूपं शब्दस्याज्ञा शब्दस्य अत्र स्य अत्र कीदृश अत्र सन्धिकार्यं अत्र शब्दस्य अशब्दसंज्ञा अस्ति अशब्दसंज्ञा सो अत्र दीर्घसन्धि भूत्वा तत्र किम् अत्र चिह्नं हा शब्दस्य अशब्दसंज्ञा शब्दस्याशब्दसंज्ञा अशब्दसंज्ञा एकं सूत्रमस्ति स्वं रूपशब्दस्य अशब्दसंज्ञा सो स्वं रूपम् इति वदामः चेत् आनुपूर्वी इत्युक्ते स्वं रूपम् इत्युक्ते वर्णानां क्रमः वर्णानां क्रमः इत्युक्ते स्थानी इति सपोज् तत्र भवति इति पश्यामः चेत् बकारः अकारः वकारः अकारः तकारः इकारः एतेनां वर्णानाम् एतत् क्रमः तस्य नाम अस्ति आनुपूर्वी इट् इस् दट् द क्रमः देट् क्रमः आफ् द वर्णः तस्य नाम अस्ति स्वं रूपं सो स्वं रूपं शब्दस्य अशब्दसंज्ञा इत्युक्ते संज्ञा कस्य भवति व्याकरणे संज्ञा इति कस्य यत्र यत्र संज्ञा इति उक्तं तत्र तु विशिष्टनामं दत्तं सो संज्ञाशब्दान् व्याकरणे संज्ञाशब्दानाम् एव तत्र किम् अर्थबोधनं जायते अर्थस्य ग्रहणं भवति परन्तु यत्र संज्ञा न दत्तं तत्र केवलं वर्णानां क्रमः एव स्वीकरणीयं न तु अर्थः स्वीकरणीयं सो अशब्दसंज्ञा इत्युक्ते अशब्दसंज्ञा यथा सार्वधातुक् सार्वधातुक् इति एकं संज्ञा उपदा इति एकं संज्ञा सो संज्ञाशब्दानां विषये संज्ञाशब्दानां विषये तु अर्थस्य ग्रहणं भवति परन्तु यत्र यत्र संज्ञा न दत्तं स्वं रूपम् इत्युक्ते स्वं रूपं कोऽपि संज्ञा नास्ति व्याकरणे स्वं रूपम् इत्युक्ते केवलं तत्र किम् आनुपूर्वी वर्णानां क्रमः इति तस्य अर्थः किमर्थं चेत् स्वं रूपस्य विषये तत्र कोऽपि संज्ञासूत्रं नास्ति स्वं रूपम् इत्युक्ते किं सो स्वं रूपं शब्दस्य अशब्दसंज्ञा इति सूत्रेण तत्र स्वं रूपं कोऽपि संज्ञा नास्ति यत्र यत्र संज्ञा दीयते नामकरणं क्रियते महर्षिणा तत्र एव अर्थस्य ग्रहणं यत्र यत्र संज्ञा न दीयते तत्र तु आनुपूर्वी इत्युक्ते वर्णानां क्रमस्य एव ग्रहणं यथा तत्र एकं सूत्रमस्ति अग्निर्ठक् सो अग्निः इति कोऽपि संज्ञा नास्ति तत्र अग्नि इत्युक्ते अकारः गकारः नकारः इकारः वर्णानां क्रमः आनुपूर्वी सो अग्नि शब्दस्य तत्र पर्यावाची इत्युक्ते पावकः वहनी इति न तत्र अर्थस्य ग्रहणं न करणीयं तत्र केवलं स्वं रूपस्य ग्रहणं करणीयम् इत्युक्ते तत्र वर्णानां क्रमस्य एव ग्रहणं करणीयं सो अग्निः ठक् इत्युक्ते अग्निः इति वर्णसमूहः अस्ति चेदेव तस्य परे ठक् इति प्रत्ययः आगन्तुं शक्यते न तु पावकः वह्नि अनन्तरं ठक् प्रत्ययः आगन्तुं शक्यते सो तत्र स्वंरूपशब्दस्य असं शब्दसंज्ञा इति सूत्रात् इदानीं तु सूत्रस्य अर्थस्य तत्र आवश्यकता नास्ति परन्तु तत्र स्वं रूपम् इति तत्र किं भवति अनुवृत्तिः अस्मिन् सूत्रे येन विधि तदन्तस्य च सूत्रस्य कृते स्वं रूपम् इति तत्र किम् अनुवृत्तिः, पदद्वयस्य अनुवृत्तिः आवश्यकं सूत्रस्य सम्पूर्णार्थ अवगमनार्थं. सो येन विधिः, येन विशेषणेन, येन इत्युक्ते विशेषणेन यत् विधिः उक्तं, यत्र कार्यं विधीयते, न केवलं तत् विशेषणं यस्य अन्ते अस्ति तत्र विधिः करणीयं, परन्तु स्वं रूपस्य च. तत्र साक्षात् तत्र विशेषणं स्वयं दत्तमस्ति, तत्रापि कार्यं करणीयं. स्वस्यापि भवति, तदन्तस्य विशेषणं तदन्तस्य अपि भवति. सो यस्य अन्ते विशेषणं विधीयते तत्रापि भवति. स्वयं विशेषणं साक्षात् अस्ति चेत्, एकवर्णः साक्षात् अस्ति चेत् तत्रापि विधिः भवति इति सूत्रस्य अर्थः. अत्रापि पठतु विधिः. विधिः इत्युक्ते कार्यम्. सार्वधातुकार्धधातुकयोः इति विधिः अस्ति गुणकार्यम्. गुणः विधीयते. कस्य गुणः? इक्वर्णस्य. तर्हि येन विधिस्तदन्तस्य इति सूत्रे अत्र येन इत्युक्ते इक्वर्ण वर्णेन. इक्वर्णेन गुणकार्यं विधीयते. येन इक्वर्णेन गुणकार्यं विधीयते तदन्तस्य इगन्तस्य शब्दस्य अपि गुणकार्यं विधीयते. अत्रापि शब्दस्य इत्युक्ते शब्दसमूहस्य अन्ते तदन्तस्य, यस्य शब्दस्य अन्ते तत् विधीयते. तत् इत्युक्ते इक्वर्णः, विशेषणं विधीयते. अत्र येन इत्युक्ते विशेषणं. विशेषणं किम् अस्ति? इक्वर्णः. इक्वर्णः स्थानीरूपेण उक्तं. सो यस्मिन् यस्मिन् सूत्रे स्थानीवर्णः विशेषणरूपेण उक्तः, तत्र न केवलं तस्य विशेषणस्य कार्यं करणीयं, विधि करणीयं, परन्तु तादृशशब्दस्य यस्य अन्ते तत् विशेषणं विधीयते तत्रापि कार्यं करणीयम् इति सूत्रस्य अर्थः. सो इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः इति सूत्रे यः इकः इति स्थानीवर्णः, यद्यपि षष्ठ्यान्तम् अस्ति परन्तु अङ्गस्य कृते विशेषणमस्ति. इकः अङ्गस्य गुणः, सो तत्र स्थानीवर्णः विशेषणरूपेण उक्तः. सो येन विधि तदन्तस्य इति सूत्रद्वारा न केवलं विशेषणस्य स्थाने तत्र गुणः विधि, किं विधि अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रेण, कीदृशकार्यं, कीदृशविधिः, गुणविधिः, गुणकार्यं विधीयते. सो न केवलम् इकः विशेषणरूपेण तत्र परे सार्वधातुक अर्धधातुक प्रत्ययः अस्ति चेत् गुणकरणीयं, परन्तु यस्य शब्दस्य अन्ते इक् वर्णः विधीयते तस्य शब्दस्य अन्तिम अलस्यापि गुणकार्यं करणीयम्. अलो अनन्तस्यापि अस्ति. सो न शब्दस्य गुणकार्यं न करणीयं, शब्दस्य अन्ते स्थितस्य एकवर्णस्य गुणकार्यं करणीयम् इति तत्र पुनः तत्र स्पष्टता भवति यदा तत्र अलो अनन्तस्य इति सूत्रं पठामः. इदानीं तत्र किम् अवगम्यते? विशेषणसाक्षात् परे सार्वधातु येन इत्युक्ते वै ऐ एम् सेङ्ग् विशेषणम्, अत्र विशेषणरूपेण स्थानीवर्णः. सो यस्य अन्ते यस्य परे सार्वधातुक् प्रत्ययः, इकवर्णस्य परे सार्वधातुक् अथवा अर्धधातुक् प्रत्ययः अस्ति चेत् तत्रापि गुणकार्यं. कस्यचित् शब्दस्य अन्ते इकवर्णः अस्ति चेत् तस्य शब्दस्य अन्ते स्थितस्य इकवर्णस्य गुणः भवति. कदा? तस्य साक्षात् परे कोऽपि सार्वधातुक् अथवा अर्धधातुक् प्रत्ययः अस्ति चेदेव गुणः भवति. सो न केवलम् इक् स्थाने गुणः, परन्तु यस्य अन्ते इक् विधीयते विशेष तदन्तस्य अपि भवति. सो अन्ते स्थितस्य शब्दसमूहस्य अन्ते स्थितस्य इक् वर्णस्य अपि गुणः इति सूत्रस्य अर्थः. परन्तु तत्र पुनः तत्र सम्पूर्णशब्दस्य गुणः न कुर्मः चेत् तत्र पुनः स्पष्टता आयाति यदा तत्र अलो अनन्तस्य इति सूत्रं पठामः. सो यस्य शब्दस्य अन्ते इक् वर्णः विधीयते तस्य शब्दस्य गुणकार्यं विधीयते इति न, तस्य केवलम् अन्ते स्थितस्य अलो अन्तिम अलस्य एव गुणकार्यम् अन्तिम अलस्य. सो सार्वधातुकार्धधातुकयोः इति सूत्रेण अन्ते स्थितस्य एकवर्णस्य गुणः भवति. सो अन्ते स्थितस्य अन्ते स्थितम् अलवर्णः इक् अस्ति चेदेव तत्र किं गुणकार्यं विधीयते, परे सार्वधातुकार्धधातुकप्रत्ययः अस्ति चेत्. अलो अनन्तस्य अपि पठतु भगिनि. अलुन्तस्य षष्ठीविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्त्यस्य अल् वर्णस्य स्थाने भवति. अलः षष्ट्यन्तम् अन्त्यस्य षष्ट्यन्तम् द्विपदमिदं सूत्रम्. षष्ठीस्थाने योगा इत्यस्मात् षष्ठी स्थाने इत्यनयोः अनुवृत्तिः. अनुवृत्तिसहितसूत्रं षष्ठ्या अन्त्यस्य अलः स्थाने विद्यमानः आदेशः. षष्ठीरूपेण यत् वयं जानीमः स्थानिवर्णः, तत्र केवलं षष्ठ्यान्तं पदद्वारा एव तस्य निर्देशं भवति सूत्रेषु. सो यत्र षष्ठीस्थाने योगः इति यः अस्ति तदपि परिभाषासूत्रं. षष्ठीस्थाने योगः इति सूत्रं किं वदति, यत्र षष्ठ्यान्तं पदः सूत्रे षष्ठ्यान्तं पदः पश्यामः चेत् यदि सः तत्र किं षष्ठी किं भवति, षष्ठीविभक्त्यान्तं पदस्य सामान्य अर्थः कः, सम्बन्धः. सो यस्मिन् यस्मिन् सूत्रे षष्ठ्यान्तं षष्ठीविभक्त्यान्तं पदः सम्बन्धः तत्र न दृश्यते, तत्र एव षष्ठीस्थानी भवति, स्थानीपदं भवति इति षष्ठीस्थाने योग इति सूत्रस्य अर्थः. सो यस्मिन् यस्मिन् सूत्रे कोऽपि षष्ठ्यान्तं पदः पश्यामः चेत् तत्र कोऽपि तस्य पदस्य कृते कोऽपि तत्र अन्यत् पदं न दृश्यते, यत्र तस्य सम्बन्धः दृश्यते. इत्युक्ते रामस्य पुत्रः, अत्र रामस्य पुत्रः इति वदामः चेत् तत्र सम्बन्धः दृश्यते. द्वयोः पदयोः मध्ये तत्र सम्बन्धः अस्ति. रामः कः, रामस्य पुत्रः इति तत्र द्वयोः पदयोः मध्ये सम्बन्धः. सो यस्मिन् यस्मिन् सूत्रे षष्ठ्यान्तं पदः दृश्यते परन्तु तत्र सम्बन्धः न दृश्यते चेत् तत्र एव षष्ठ्यान्तं पदः स्थानी भवति इति षष्ठीस्थाने योगः इति सूत्रस्य अर्थः. सो अत्र अस्मिन् सूत्रे षष्ठी अपि च स्थानी पदद्वयस्य अनुवृत्तिः. सो षष्ठ्याः अन्त्यस्य अलः स्थाने. सो यत्र यत्र षष्ठ्यान्तं पदः स्थानीरूपेण अस्ति तत्र यः विधिः तस्य षष्ठीस्थाने इत्युक्ते सः स्थानीवर्णः, तस्य स्थाने कार्यं विधीयते, तस्य स्थाने कार्यं करणीयं, यत्किमपि कार्यम् आगमः आदेशः. आगमः तु न वदामः, प्रायशः तत्र आदेशः. सो यस्य स्थाने तत्र कार्यं विधीयते तस्य यः स्थानीवर्णः तस्य अन्तिमलस्य स्थाने एव भवति, न तु सम्पूर्ण तत्र यः शब्दसमूहः अस्ति तस्य स्थाने इति तस्य अर्थः. अत्र किं लिखितमस्ति, षष्ठीविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्त्यस्य अलवर्णस्य स्थाने भवति. सो यः स्थानीवर्णः, तत्र प्रायशः एकमेव वर्णः अस्ति परन्तु अत्र अन्त्यस्य अलस्य स्थाने, इत्युक्ते तत्र यदि कोऽपि शब्दसमूहः अथवा अङ्गम् अस्ति चेत् अन्तिम अलस्य स्थाने एव आदेशः भवति इति अलो अनन्त्यस्य इति सूत्रस्य अन्तिम अलस्य स्थाने एव करणीयं, न तु सम्पूर्णशब्दस्य स्थाने, पदस्य स्थाने न करणीयं, सम्पूर्णशब्दस्य स्थाने न आदेशः करणीयं। यथा भू सम्पूर्णभूस्थाने ओ न करणीयं, केवलम् अन्तिम उकारस्य, अन्तिम अलः अत्र उकारः, उकारः इकवर्णः, इक् सः इकवर्णः स्थानीवर्णः, अतः तस्य अन्तिमलस्य एव तत्र कार्यं करणीयं, तस्य स्थाने एव कार्यं करणीयं, न तु सम्पूर्णशब्दस्य कार्यम् इति आलो अनन्तस्य इति सूत्रस्य अर्थः। अस्तु, इदानीं समयः अभवत्। सो सार्वधातुक अर्धधातुकयोः इति सूत्रस्य सम्पूर्ण अर्थः कः इति तत्र पुनः तत्र तस्य कृते तत्र विचारं करणीयम्, अपि च तत्र कस्य कस्य परिभाषासूत्रस्य आवश्यकता तदपि स्मर्तव्यम्। अस्तु, सार्वधातुक अर्धधातुकयोः इति सूत्रस्य कृते कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु, अन्यथा अत्र स्थगामः, समयः अभवत्। नो चेत् अत्र स्थगामः, प्रश्नः नास्ति चेत्। अस्तु, शान्तिमन्त्रं पठामि। ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। धन्यवादः। क्षमतां, मम शङ्का अस्ति, अहं पृच्छामि वा? आं वदतु महोदय। अहं चिन्तयामि परिभाषासूत्राणि सर्वदा अनुवृत्ति आवश्यकं नास्ति, कुत्रापि अनुवृत्ति भवति, कुत्रापि अनुवृत्ति न भवति, किन्तु कार्यं परिभाषासूत्राणि विधीयते कार्यं भवति। मम चिन्तनं सम्यक् अस्ति वा? ऐ डिड् नाट् गेट् युवर् क्वश्चन् महोदय। परिभाषस्य प्रत्येकस्य सूत्रस्य कृते तत्र अर्थम् अर्थावगमनार्थं तत्र सम्पूर्ण अवगमनार्थं तत्र अनुवृत्तिः आवश्यकम्। इको गुणवृद्धिः इति परिभाषासूत्रं पश्यामः चेत् तत्र किं, तत्र कोऽपि सूत्रं स्वयं सम्पूर्णं, परन्तु येन विधि तदन्तस्य पश्यामः चेत् तत्रापि अनुवृत्तिरूपेण पदद्वयम् आयाति। अलो अनन्तस्य इति सूत्रं परिभाषासूत्रं पश्यामः चेत् तत्रापि तत्र किम् अनुवृत्तिरूपेण पदद्वयम् आयाति। सो सूत्रं स्वयं सम्पूर्णं नास्ति चेत् अनुवृत्तिः तत्र भवति पूर्वसूत्रात्, परन्तु यत्र सूत्र स्वयं सम्पूर्णं, वेदर् देट् इस् अ परिभाषासूत्रम् आर् देट् इस् अ विधिसूत्रम् आर् देट् इस् अ संज्ञासूत्रं, देट् हेस् नथिङ्ग् टु डू विद् अनुवृत्तिः। अनुवृत्ति तु कुत्रचित् एव भवितुम् अर्हति, यत्र यत्र आवश्यकता तत्र अनुवृत्तिः भवितुम् अर्हति, न केवलं परिभाषासूत्रेषु, परन्तु विधिसूत्रेषु वयं दृष्टवन्तः, तत्र संज्ञासूत्रम् अस्ति, किं तत्र यः प्रथमसूत्रम् अस्ति इति संज्ञासूत्रं, सूत्रं तत् स्वयं सम्पूर्णम्, उपदेशे अजनुनासिकित् तत् संज्ञासूत्रं, परन्तु सूत्रं स्वयं सम्पूर्णं, बिकास् कीपिङ्ग् इन् मैण्ड् देट् वेर् ऐ हेव् टु डू द अनुवृत्ति, ही हेज् मेड् द सूत्रस् लैक् देट्, ही विल् नाट् नेवर् रिपीट् एनी अदर् पदः इफ् दे आर् कमिङ्ग् इन् क्रमः, इफ् सूत्रस् आर् कमिङ्ग् इन् क्रमः, महर्षि विल् नेवर् रिपीट् अ पदः विच् ही हेज् आलरेडि सेड् बिफोर्, वी हेव् टु एक्सेप्ट् देट् पदः अनुवृत्तिरूपेण एव स्वीकुर्मः चेत् we have to accept that as anuvritti rupen, otherwise sutrasya tatra sampurna artham vayam na avgantum shakyate, he has the krama is like that, he has made the krama like that, the prakranam is like that, अस्तु अहं पुनः मेसेज् करोमि मेसेज् करोमि अस्तु महोदय अस्तु धन्यवादः अस्तु अत्र स्थगामः धन्यवादः धन्यवादः